नमस्सर्वेभ्यः अस्माकं गीतासोपानस्य अपि च विभक्तिवल्लर्याः वर्गं प्रति स्वागतम्। प्रवर्तमानः विषयः अस्ति तृतीया विभक्तिः। तृतीया विभक्त्याः उपयोगं कदा भविष्यति इति चेत्, प्रथमम् उपयोगं यदा क्रियायाः साधनं दर्शयितुम् इच्छामः तदा यथा अहं मनसा स्मरामि। तत्र मनस् इति शब्दस्य तृतीया विभक्तिः मनसा अस्ति। एवमेव यदा केन भावेन क्रियां क्रियते अथवा क्रिया क्रियते वदनीयं, तदा यथा सः दुःखेन रोदिति। सः रोदिति कथं रोदिति, केन भावेन रोदिति, दुःखेन रोदिति। तत्र दुःख इति शब्दस्य तृतीया विभक्तिः दुःखेन अस्ति। सः इति शब्दस्य प्रयोजनं कुर्मः तदा यथा लक्ष्म्या सह विष्णुः अस्ति सर्वदा। तत्र लक्ष्मी इति शब्दस्य तृतीया विभक्तिः लक्ष्म्या अस्ति। विना इति शब्दस्य प्रयोजनं कुर्मः तदा यथा ज्ञानेन विना मनुष्यः पशुः एव। तत्र ज्ञानम् इति शब्दस्य तृतीया विभक्तिः ज्ञानेन अस्ति। यः शब्दः कारणवाचकः अथवा हेतुवाचकः अस्ति सः शब्दः तृतीया विभक्तौ भवनीयः। यथा एतया वार्तया कोपः प्रवृद्धः। तत्र एतत् इति शब्दस्य तृतीया विभक्ति एतया अस्ति स्त्रीलिङ्गे। वार्ता इति शब्दस्य वार्तया अस्ति। प्रयाणसाधनम् अपि तृतीया विभक्त्याः एव वदनीयम्। यथा अहं कारयानेन गच्छामि। तत्र कारयानम् इति पदस्य तृतीया विभक्तिः कारयानेन अस्ति। यदा किमपि क्रीणीमः तदा दत्तानि रूप्यकाणि तृतीया विभक्त भवेयुः। यथा अहम् एकरूप्यकेन चाकलेहः क्रीतवती। तत्र एकरूप्यम् अथवा रूप्यकम् अस्ति, तत् शब्दस्य तृतीया विभक्तिः एकरूप्येन अथवा एकरूप्यकेन। अलम् इत्युक्ते इनाफ्। अलम् इति शब्देन सह तृतीया विभक्तिः आवश्यकी। यथा भाषणेन अलम्। आङ्ग्लभाषायाम् अपि वदामि। सो द करेण्ट् सब्जेक्ट् टापिक् इस् तृतीया विभक्तिः, दट् इस् द थर्ड् केस्, इन्स्ट्रुमेण्टल् केस्। इन् संस्कृतं द इन्स्ट्रुमेण्टल् केस् इस् यूस् इन् डिफ्रेण्ट् सिचुवेशन्स्। इट्स् नाट् ओन्ली वेन् देर् इस् एन् इन्स्ट्रुमेण्ट् फार् द एक्षन्, but it is used in different situations. Which are the situations? First, when we are using an instrument literally for an action, then we use the tritiya vibhakti. Like Ramaha baanena ravanam maritavan, there baanam, that is the arrow, is in tritiya vibhakti. It is the instrument. Also, when we want to express with an emotion that an action is done, the emotion that an action is done with, then we use the third case, that is the tritiya vibhakti. Like saha dukkhena roditi, when we use the word saha sa and ha, those alphabets, not the saha with the visarga, but the sa and ha, to indicate along with whom you are going or whom you are coming, along with whom a particular action is being done. Then, for example, Lakshmi asaha Vishnuho asti sarvada. There, Lakshmi is in Tritiya Vibhakti. With, along with Lakshmi, Vishnu is all there, always. Just as we are using the word saha, that means along with, same, similarly, when we are using the word vina, which says without whom we cannot do or we can do something, then we use the Tritiya Vibhakti. Like jnanena vina manushyah pashuhu eva. The jnanam is the word and jnanena is the Tritiya Vibhakti, without which a human being is an animal. Then, whenever the sentence needs to express, okay, the reason why a particular thing has happened or why a particular thing happened, then that is in Tritiya Vibhakti. For example, etaya vataya kopaha pravritha. Over here, we are saying that the anger increases. With what? With this news, anger increases. Okay. Then, prayana sadhanam is when we use a vehicle. This is a very known and famous reason when we use Tritiya Vibhakti. For example, aham karayanena gacchami. I go using a bicycle, car. Now, whenever we buy something and we pay for it, then the money that we pay for the thing that we buy, that is in Tritiya Vibhakti. For example, in English we will say, I paid 30 rupees and bought that. Here we say, I bought that with 30 rupees. Like, aham eka rupyakena chakaleha kritavati. Chakaleham iti vadaniyam kshamyatam tatra dvitiya vibhakta bhavaniyam chakaleham. And the last one is when you want to indicate enough of something, then you use the Tritiya Vibhakti. For example, bhashanam, sambhashanam or bhashanam is what we have all heard when we were children. Bhashanena, enough of talking. Okay. So, yatha prakarah adav dhyaya mantra pathamaha. Vishalakshi bhagini, aham atra bhajaya. Aham kim kritavati ityukte dhyaya mantrasya parivartanam kritavati. Yato hi adav yat asti tattu sarve idani janati eva. दृश्यते किल सम्यक् अहम् एकवारं पठामि. इन्द्रियाणामनूत्सर्गः मृत्युनापि विशिष्यते, अत्यर्थं पुनरुत्सर्गः साधयेद्दैवतान्यपि. शनैः पठतु सृष्टुप् छन्दसि. श्रीगुरुभ्यो नमः. इन्द्रियाणामनुत्सर्गः मृत्युनापि विशिष्यते, अत्यर्थं पुनरुत्सर्गः साधयेद्दैवतान्यपि. उत्तमम्. इदानीम् अर्थं पठतु. नान् अटाच्मेण्ट् of the sense organs from their objects is even more painful than death, but excess of attachment with objects can destroy even the gods. Idanim anvayah patatu अन्वयः अपि च व्याकरणस्य अंशाः अंशान् means what anvaya anvayah okay in the relationship of the words and here how do you get the relationship in the shloka if you see the word one word is in substratum you know that you can accepting for certain conditions you can switch the placing of the words right so in order to in order to get the tune correctly what the authors do of shlokas is that they mix the words in such a way that the tune is correct and the meaning also of course what the lay as layman what we have to do is we have to split the words and we have to put it in their correct position as text and prose and anvayaha is that break first we break up the words and then we put them in a relationship So first you read the relationship. First I'll read the first line, no? Indriyanam anutsargaha. No, no, no need to, no, Bhagini. No, no. This is prose. Okay. Now you want me to, indriyanam, for dash what we say? There is no dash, no, over there. That is halant. That is halant. Halant. No, no, for that the small dash that is there. No, no, hyphen, first you hyphen. Read the first line. First you read the first line, Bhagini. Achcha, indriyanam anutsargah mrityunam api mrityuna api visheshyate punah atyartham utsargah daivatani api sadayet. So now what we have done, we have broken up all the words and we have put them to make a sentence, okay, with a relationship, prose. Now. Indriyanam, I hyphen indriya. You don't, you don't need to read the hyphen. Indriyanam is the word. Now, what is the Indriyanam, Indriyanam, indriya, akarantaha, pullinga, shashti vibhakti, vibhakti. Shashti vibhakti. Indriya. Why? Because of the indriyas, that is what it is. Achcha. Oh. Anutsargaha, anutsarga, akarantaha, pullinga prathama vibhakti. So, anutsargaha means non-attachment. Of the senses. Non-attachment of the senses. So that the anutsargaha is there, that is why it is prathama vibhakti. Yeah. Uttama. Mrityu ukarantaha pullinga tritiya vibhakti. So by death also, or more than death also, over here tritiya vibhakti is used because it is in karma use, okay? Not of this context which we have read anyway, because it's in karma. Karmani, okay. Api, avyayam. Vishishyate. Vi, lashish. Himsayam. So, Himsayam. Over here, Vishishyate doesn't mean special. We know Vishishyate as Vishesh. Parantu Atra tu Himsayam asti, which means is more painful, is more destructive. Painful. I won't say destructive, it is more attacking, you can say. But it is not destructive because you don't get destroyed by controlling. Difficult. It is difficult. Difficult. And what is difficult is painful. More than death also. Yes. Punaha avyayam atyartham atyartha akaranta pullinga ditiya vibhakti. In what way is ditiya then? I'll tell you, read the next one, then you'll got to know. Utsarga akarantah pullinga prathama vibhakti. So over here punaha That means, again, we spoke about what happens when you control the senses. But what happens if you don't control the senses? Then, utsargaha is attachment. Yeah. Punaha means they are saying again, attachment, too much, atyartham means atyartham, for too much, too much of, too much of, bhavaya artha is the objects of, which attract you. Okay? Attract, atyartham. That is why it's in Dvitiya Vibhakti, because it's the object of it. Okay. Daivatani Dvitiya Vibhaktihi Daivata Akarantaha Pullinga. Agre Pathat. Api Avyayam Sadayet Sad Vithili Vithilinga Lakara. Vithilinga Vithilinga Lakara. Over here, Sadayet is also Sadayet. Sad dhatu, over there it is, don't get confused with sad, sadha, no, it is sad. So, sad. It is, it means it is destructive. That means controlling the senses is very, very painful, more painful than death, and we don't know yet how death is. And not controlling the senses, however, certainly destroys one. So, I guess that is why in the Bhagavad Gita, Krishna Paramatma has told to be moderate. Asto. Yeah. Okay. Punar ekvaram bhagini shlokam patitva agre gacham. Patat. Indriyana manutsargaha mrutyunapi vishishyate atyartham punarutsargaha सादये दैवतान्यपि. अस्तु, धन्यवादः भगिनि. धन्यवादः. इदानीं विजयकुमार महोदय, विभक्तिवल्लर्याः तृतीया विभक्तिः इति विषयस्य पुनर् अभ्यासं कुर्मः. तत्र द्वाविंशतितमं पुटम् उद्घाटयन्तु. पेज् नम्बर् 20. One doubt, in this Daivatani, it's written Dvitiya Vibhakti Akaranta Pullinga, you said, no? Not Pullinga. Daivatani. Not Pullinga. It is Napunsakalinga. Really, Anve in this. Krishyamyatam, you are right. Daivatam, it is Napunsakalinga. Okay, okay. Uttamam. Okay. Uttamam. Aham tat parivartayami. इदानीं मास्तु. उत्तमं महोदय. अस्तु, दैवतं तु नपुंसकलिङ्गपदमस्ति. अस्तु महोदय, विजयकुमार महोदय, भवान् एव पठतु, तत्र दोषः आसीत्. धन्यवादाः. पेज् विच् पेज् 40 20 22 ओके. करोति पञ्च यः शब्दः कारणवाचकः हेतुवाचकः भवति तस्य तृतीया भवति. उदाहरणं मम उत्तमम् मम आगमनेन सः सन्तुष्टः. अभ्यासः अधस्तनपोष्टकस्य साहस्येन पूर्णानि वाक्यानि रचयत्. वित् दि एक्साम्पल् आफ् दि न श्रूयते महोदय. अभ्यासः. हलो हलो यस् इदानीं श्रूयते इदानीं श्रूयते वदतु. अभ्यासः अधस्तः न कोष्टः कस्य सहायेन पूर्णानि वाक्यानि रचयेत्। तर्हि अर्थः कः, वाक्यस्य अर्थः कः? बिलो मेन्शन् सेण्टेन्सस् वित् दि हेल्प् आफ् मेक् पूर्णानि मीन्स् वित् दि हेल्प् आफ् full sentence, full sentences, you form new okay. full sentences, okay, so they have okay. given the words on the left hand side and they have given the we have to make the full sentence idani vadatu tatra atra vakye adhastana koshtakasya iti padasya vibhaktih ka shashti uttamam sahayena iti shabdasya vibhaktih ka sahayena आगमनेन सहायेन बाणेन तृतीया विभक्ति उत्तमं पूर्णानि वाक्यानि एतयोः शब्दयोः विभक्तिः का पूर्णानि द्वितीया द्वितीया किमर्थं द्वितीया हा द्वितीया अस्ति किमर्थं द्वितीया नपुंसकलिङ्गे तु प्रथमा विभक्तिः अपि च द्वितीया विभक्तिः तु समानम् अत्र रचयत रचयत इट् इस् द फार्म् द सेण्टेन्सेस् यु फार्म् द सेण्टेन्सेस् सो पूर्णानि वाक्यानि बिकम् द कर्मपदम् एण्ड् देट् इस् वै इट् इस् इन् द्वितीया विभक्ति अस्तु पठतु करोतु एषा वार्ताः कोपः प्रविद्यः विसर्गः विसर्गः नास्ति एषा वार्ता कोपः प्रवृद्धः यु हव् टु मेक् द वर्ड्स् सेण्टेन्स् न यस् वित् एषा वार्ता यु हव् टु मेक् इट् तृतीय वै बिकास् द मीनिङ्ग् इस् एषा वार्ता मीन्स् दिस् न्यूस् कोपः प्रवृद्धः मीन्स् एङ्गर् इन्क्रीसेस् परन्तु तत्तु सम्यक् नास्ति किल एषा वार्ता कोपः प्रवृद्धः डस् इट् मेक् सेन्स् द सेण्टेन्स् दिस् न्यूस् एङ्गर् इन्क्रीसेस् नो सो बै दिस् न्यूस् एङ्गर् इन्क्रीसेस् एषानः एकनिमिषः भगिनी मास्तु सः जानाति एषा हा एषा एषा इत्युक्ते प्रातिपदिकं किम् एषा इति शब्दस्य प्रातिपदिकं किम् एष प्रातिपदिकम् एतद् एतद् सः तौ ते सा ते ताः पश्यतु गीतासोपाने तत्र अन्ते अन्ते रूपाणि सन्ति किल पश्यतु चिन्ता नास्ति पश्यतु अवगमनीयं तावदेव एषा एते एताः एताम् एते एताः एताया एताभ्याम् एताभिः हा एतया तर्हि एतया एतया किमर्थम् एतया तत्र स्त्रीलिङ्गे अस्ति एतया एतया इदानीं वार्ता वार्ता इति शब्दस्य तृतीया विभक्तिः का पश्यतु अन्ते कीदृशं पदं कीदृशं हा वदतु वार्तेन हा नैव कीदृशं पदं स्त्रीलिङ्गे वार्तन नैव नैव शृणोतु शृणोतु वार्ता वार्ता अन्ते वर्णः कः अन्ते वर्णः कः वार्ता वार्ता आ अस्ति किल आ अस्ति माला रमा तो वार्ताया वार्तया वार्तया एतया वार्तया तत्र पश्यतु तया तया एषया एतया वार्तया कोपः कोपः प्रवृत्तः ओ ओके तत्र प्रवृद्धः कीदृशं पदम् इत्युक्ते प्र इति उपसर्गः वृद्ध इति धातुः अस्तु अग्रे पठतु एताहसं चिन्तनम् एतादृशं दृशं दृशमस्ति तत्र एतादृशं चिन्तनं मनः कलुषितम् इदानीं तत्रापि एकनिमिष क्षम्यतां तत्रापि एतया वार्तया किमर्थम् एषा अपि तृतीया विभक्तौ भवनीयं यतोहि यत् लिङ्गं यद्वचनं या च विभक्तिः विशेष्यस्य तत् लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्य तत्र वार्ता तु विशेष्य अस्ति एषा तु विशेषणम् अस्ति सो वट् एवर् द नौन् हेज़् विभक्ति वचनम् एण्ड् लिङ्गं सेम् थिङ्ग् विल् बी फार् द विशेषणं देट् इस् द एडिक्टिव् ओके देट् इस् वै इवन् एतया हेस् टु बी इन् तृतीया विभक्तिः सेम् वे एतादृशं चिन्तनम् इदानीम् आदौ वदतु एतादृशं तत्र लिङ्गं किम् एतादृशं चिन्तनं वनं पुष्पं फलं लिङ्गं किम् चिन्तनेन एतादृशं महोदय मम प्रश्नस्य उत्तरं ददातु एतादृशं चिन्तनं तत्र चिन्तनम् इति पदस्य लिङ्गं किम् आदौ वदतु द्वितीया विभक्ति फलं पुष्पं वनं द्वितीया लिङ्गं लिङ्गं लिङ्गं वदतु नपुंसकलिङ्ग नपुंसकलिङ्ग नपुंसक नपुंसकलिङ्गम् अस्ति तर्हि नपुंसकलिङ्गे तृतीया विभक्ति पुंलिङ्गे यथा भवति तथैव भवति इदानीं चिन्तन एतादृशेन चिन्तनेन मनः कलुषितम् ओके वी हैव टु मेक अकॉर्डिंग टु दैट ओके ओके ओके हा अंडरस्टैंड एतादृशेन चिन्तनेन एतादृशेन चिन्तनेन मनः कलुषितम् अर्थः वदतु इदानीं वाक्यस्य अर्थं वदतु अर्थः कः चिन्तनम् इस् थिङ्किङ्ग् एतादृशम् इस् एतादृशम् इस् दिस् कैण्ड् आफ़् थिङ्किङ्ग् मैण्ड् गेट् डिस्टर्ब्ड् बिकम्स् पल्यूटेड् एतादृशेन चिन्तनेन पल्यूटेड् देट् वि कलुषित इस् द वर्ड् ओवर् दे एण्ड् कलुषितम् इस् द प्रत्ययः एतत् बै दिस् कैण्ड् आफ् थिङ्किङ्ग् द मैण्ड् बिकम्स् पल्यूटेड् अग्रे पठतु अविविवेकः महति विपतः तत्र विसर्गः विपत् ओके विपत् अविविवेकः तृतीया विभक्ति इट् विल् बि अविविवेकेन महति विपत् उत्तमम् अविवेकेन महति विपत् इदानीम् अर्थं वदतु तत्र विपत् सम्यक् नास्ति विपत्तिः इति कुर्वन्तु विपत्तिः तत्र महति स्त्रीलिङ्गे अविविवेक इस् वितौट् अविविवेक मास्तु अविवेकः अविविवेकः नास्ति अविवेकः वन् वितौट् विवेक मीन्स् वितौट् नालेज् विज्डम् विज्डम् there is a lot of calamity he will land up with trouble yes so by the lack of wisdom calamity prevails you can see that by the lack of because here you have to tell tritiya vibhakti you have put tritiya vibhakti so tritiya vibhakti is avivivekena vi ekam varam eva vadaniyam avivekena अग्रिमं करोतु धावनं मार्गे पतितः धावनं मीन्स् वाट् इस् धावनं धावनं मीन्स् कोऽपि सहायं कुर्वन्तु धावनम् इत्युक्ते किं रन्निङ्ग् उत्तमं बै रन्निङ्ग् आन् रन्निङ्ग् आन् दि रोड् रन्निङ्ग् आन् दि पात् मार्गे पतित मीन्स् फाल् फाल् फाल् सो हि फेल् हि फेल् बट् ओवर् हियर् हि ओन्ली बिकास् पतितः इस् इन् पुंलिङ्ग okay and he fell so but we don't put he over here because patita okay. Ta pratyaya has the property of being both an adjective and a noun the fallen one okay. Like that then it will come davaneenah marge patitah punar ek varam vadatu davaneenah marge patitah uttamam agrimam karotu daivanugraham अपायं न जातः तत्र कुत्र अस्ति गृहं ग्रहः अस्ति अपायः दैवानुग्रह अपायं न जातः अपायः न जातः इट्स् वेरि इम्पार्टेण्ट् इट्स् वेरि इम्पार्टेण्ट् टु डू द प्रोनौन्सियेशन् टु द बेस्ट् आफ़् युर् एबिलिटि ऐ टेल् यु वै एण्ड् देट् इस् वै ऐ कीप् आन् करेक्टिङ्ग् प्लीस् डोण्ट् मैण्ड् इट् बिकास् वेन् यु डू देट् अपायः jatah okay you come to know the relationships of all the words daivanugrahah of course here it is you have to convert it into tritiya vibhakti okay? But that is the reason uchcharanam okay. Atra mukhyam eva okay. Mukhyam eva without god grace without god grace देवानुग्रहेषु वितौट् गाड् क्रेस् हलो अग्रे पठतु वदतु वितौट् गाड् क्रेस् अपाय न विदौट् वेर् इस् द वर्ड् न वदेर् नेगेटिव् वर्ड् विदौट् वेर् दैवानुग्रह ओके ओके वितौट् नी वित् दि गाड् क्रेस् वित् द गाड् क्रेस् अपायं न जातः अपायः न जातः अपाय मीन्स् डेञ्जर् ओके डेञ्जर् इस् नाट् बोर्न् डेञ्जर् डजन्ट् हेपन् धातु इस् जनने बट् जातः इस् यूस्ड् एस् दो इट् डजन्ट् हेपन् आल्सो बिकास् हियर् देर् इस् अ क्वेश्चन् आफ् यू केन् से बोर्न् आल्सो बिकास् इट् मीन्स् देर् इस् नो डेञ्जर् इदानीं करोतु तृतीया विभक्ति दैवानुग्रहेण अपायं न जातः अपायः न जातः दैवानुग्रहेण देर् न दैवानुग्रहे दैवानुग्रहेण गृह ग्रेण ग्रहेण दैवानुग्रहेण अपायः न जातः देर् णत्वम् ओके बिकास् हर् डजन्स् ओब्स्ट्रक्ट् द णत्वं सो दैवानुग्रहेण अपायः न जातः अग्रिमं करोतु कथनं न किमपि प्रयोजनं कथनं मीन्स् कथनम् ऐडियलि इट् मीन्स् टु टेल् ओवर् हियर् बट् ओवर् हियर् इट् इस् मोर् आफ् कैण्ड् आफ् useless talk because we are saying na kimapi prayojanam so it is of no use all this it's talking of no use about okay it's of by no talking, use you can even say like that by talking obviously there is no use acting okay, is important is no you can use. Take it that okay. Okay so it will be tritiya vibhakti will be katanena na kimapi प्रयोजनं कथनेन न किमपि प्रयोजनम् अस्तु तत्र प्रयोजनं तत्र प्र इति उपसर्गः पूर्वः युज् इति धातुः युज् युज् अस्तु धन्यवादः अनेके धन्यवादः धन्यवादः अनेक विशालाक्षी भगिनी अग्रिमं करोतु विशालाक्षी भगिनी अस्ति किम् अन्म्यूट् कृत्वा वदतु यस् आगमनं सर्वे तूष्णीं स्थितवन्तः सर्वे आगमनं बै दे कमिङ्ग् तूष्णीम् इस् वाट् अरैवल् तूष्णी मीन्स् सैलेण्ट् एव्रीबडि बिकेम् सैलेण्ट् बै वाट् दे बिकेम् सैलेण्ट् इदानीं वदतु तृतीया विभक्तिः कुत्र या आगमनं दट् इस् पुल्लिङ्ग् शब्द नपुंसक सोरि नपुंसकलिङ्गं नपुंसकलिङ्गं नपुंसक करेक्ट् या सरि आगमनेन सर्वे करेक्ट् आगमनेन उत्तमं सर्वे तूष्णीं स्थितवन्तः तत्र स्थितवन्तः तु शत्रुप्रत्ययः अस्ति स्था इति धातुः अग्रे ओके अनारोग्यं कृशः कृशः मीन्स् कृशः मीन्स् थिन् हेगार्ड् एण्ड् द धातु इस् कृश् कृश् धातु कृशः इस् द प्रथमा विभक्तिः अनारोग्यम् आल्सो इस् नपुंसकलिङ्गम् उत्तमं करे सत्यम् अनारोग्येण येन कृशः तत्र णत्वं भवति न अनारोग्येण य न तु बाधक अनारोग्येण कृशः अर्थः वदतु पूर्णस्य वाक्यस्य अर्थं वदतु वाट् यु सेड् वास् कृशः thin hegar thin so whoever it is has become thin because of illness so by illness he is thin or by illness he is become thin he is thin krishna one who is thin okay it's understood here no hello yeah शिरोवेदना शिरोवेदना कार्यालयं न गतः शिरोवेदनया उत्तमम् आकारान्तस्त्रीलिङ्गशब्दः न सत्यम् इदानीम् अर्थं वदतु वाक्यस्य अर्थं हि डिड् नाट् she did not go to the office because of this headache yeah okay over here why did you say she because it is who is going to office yeah they have not given so over here the lingam they have given told. they have given I'll tell you tatra gatah asti gatah one who so has gone becomes. gatah he it becomes he you said strilinga because it is vedana but vedana is not doing the action because of the headache he has not gone to Karina. not gone okay we have to see the verb is in which form anta astu gam iti dhatu gatah tu ta pratyay asti gam iti dhatu You may not understand the Pratyaha part now, but okay. never mind, hear it, because it will make sense later on. Agrimam. Bhagini, Bhagini, one minute. Agnisparsha. Eka nimisha, Bhagini. Prashna hasti, Prashna hasti. Kavita Bhagini. Why is Shirovedana a female? It is... remember one thing, you have to, it's a little bit difficult, but you have to get used to the fact that it is the words in Sanskritam that have the lingam. it is the words, excepting for those which are very very obvious. For example, patihi. Patihi is ikaranta. You may think it is strilingam, but no, it is pumlinga, because pati is pumlinga, no? Pumlinga. So otherwise it is the words that carry the lingam. For example, pustakam. For example, nasika. Nasika. So now it is no. Female. So that nasika is female. Akaram to chilling it becomes, yeah. Okay. Satya. Avagatam bhagini? Kavita bhagini avagatam? Aam bhagini, aam bhagini. Astu. धन्यवादः विशालाक्षी भगिनी अग्रिम अग्निस्पर्शः हस्तः दग्धः अग्निस्पर्शः बिकम्स् अग्निस्पर्शेन हस्तः दग्धः उत्तमम् अर्थं वदतु बिकास् आफ् द हेण्ड्स् वर् बर्न्ट् because of the fire. Because by the touching of the fire, by the, touching of the fire, by the touching, the hand is burnt. Burnt. For example, Kavita Bhagini, now Pashyatu. No, no, Hastaha, you can say, can mean both hands or only one hand. You tell me, Bhavati Vadatu. No, Hastaha, Vachanam ki, hasta vachanam ki. Actually, it is is napunsakalingam, no? Mm-hmm. No, hasta raya. It is akaranta pullinga shabda. Okay, okay. Vachanam kim? Vachanam kim? Bahu vachana. किमर्थं भगिनी एकवचनं हस्ताः ओके ओके ओके नेक्स्ट हेलो एकनिमिषं अग्रे हस्तः दग्धः अर्थः कः अर्थः कः हस्तः एण्ड् अर्थः कः हेण्ड् हेण्ड् सो बै द टचिङ्ग् आफ् फायर् देण्ड् इस् द हेण्ड् बर्न्ट् बर्न् दग्धः दग्धः अपि तप्रत्ययः अस्ति दप्रत्ययः ओके इति धातुः दः दः धातु ओके ओके उत्तमं भगिनि धन्यवादः धन्यवादः भगिनि अग्रिमं करोतु आं भगिनि प्रयाणसमये यत् वाहनम् उपयुज्यते तत् प्रयाणसाधनं During travel, the vahanam, vehicle, the vehicle which is used, that is prayana sadhana, that is prayana sadhana. The instrument of travel. Instrument of travel. Ataha tasya tritiya vibhakti bhavati. So, that is tritiya vibhakti. उदाहरण साधनम् उदाहरण सः द्विचक्रिकया विद्यालयं गच्छति ही गोस् बै बैसैकल् टु द विद्यालयं स्कूल् तत्र द्विचक्रिकया इति शब्दस्य प्रातिपदिकं किम् द्विचक्रिका उत्तमं लिङ्गं लिङ्गं किं पदस्य फीमेल् फीमेल् स्त्रीलिङ्गे अस्ति स्त्रीलिङ्गे अग्रिम अत्र शब्दस्य धातु भगिनी गच्छति इति शब्दस्य धातुः कः गच्छ गम् गम् सोरि अभ्यासः अधः सूचितानां त्रयाणां सूच्यशब्दानि सहायेन वाक्यानि रचयत् अधः रचयत रचयत बिलो आर् त्री वर्ड्स् विच् आर् सूच्यशब्द विच् आर् इण्डिकेटर्स् इण्डिकेटिङ्ग् वर्ड् with the help of which make sentences suchitanam trayanam tayoh shabdayoh vibhakti ka suchitanam trayanam suchitanam suchita tritiya vibhakti suchitanam trayanam ramanam वनानाम् अच्छा अच्छा हा तो षष्ठी विभक्ति बहुवचनं षष्ठी सो आफ् द त्री वर्ड्स् वित् देयर् हेल्प् अग्रे पठतु यथा लैक् रामः कार्यानं मैसूरुनगरं रामः कार्यानेन मैसूरुनगरं गच्छति रामः त्री वर्ड्स् वेर् यूस् रामः कार्यानम् एण्ड् मैसूर् नगरं सो राम थ्रू बै कार् हि गोस् टु मैसूर् नगर् मैसूर् तत्र मैसूर् नगरं मैसूरुनगरं विभक्तिः का द्वितीया विभक्ति द्वितीया विभक्ति उत्तमम् उत्तमम् अग्रिमं करोतु सीता त्रिचक्रिका गृहं सीता त्रिचक्रिकया गृहं गच्छति कया बिकास् इट् इस् स्त्रीलिङ्गम् अग्रिमं करोतु चिन्मयः बैङ्क् यानं कार्यालयः बैक् बैक् बैक् अच्छा बैक् यानम् ओ बैङ्क् यानं चिन्मयः बैक् यानं कार्यालयः चिन्मयः बैक् यानेन कार्यालयं गच्छति उत्तमम् उत्तमम् जनाः लोकयानं गृहं जनाः लोकयानेन गृहं गच्छति गच्छन्ति गच्छत् हा उत्तमम् उत्तमम् है ना गच्छन्ति लोकयानम् इत्युक्ते किं लोकयानम् इस् नपुंसकलिङ्ग ट्रान्स्पोर्ट् पब्लिक् ट्रान्स्पोर्ट् अर्थः अग्रिमं करोतु वयं सुखयानं ग्रामः वयं सुखयानेन ग्रामं गच्छति सुखयानं गच्छति किमर्थं वयं वयमस्ति अहम् आवां वयं गच्छामि गच्छति गच्छ गच्छामः गच्छामः सुखयानम् इस् लग्जरी वेहिकल् प्रयाणिकाः विमानं विदेशः प्रयाणिकाः विमानेन विदेशः गच्छति विदेशः किं गच्छन्ति आरक्षकाः जीपयानं कोलाहलस्थलम् इट् मीन्स् द प्लेस् आफ् फैट् द प्लेस् आफ् द फैट् और् आफ् द प्लेस् आफ् द नाय्स् आर् द प्लेस् आफ् द एजिटेशन् कोलाहलं मीन्स् देट् ओन्लि नाय्स् आरक्षकाः जीपयानेन कोलाहलस्थलं गच्छन्ति प्लूरल् अर्थं वदतु वाक्यस्य पुलिस्मेन् अच्छा अच्छा रक्षकः इस् वन् हू प्रोटेक्ट्स् आरक्षकः इस् वन् हू प्रोटेक्ट्स् आल्वेस् अण्ड् दे आर् द पोलिस् थियरेटिक्लि पुलिस्मेन् दे गो इन् जीप् टु द प्लेस् आफ् यस् धन्यवादः विजय सङ्की महोदय अग्रिमं करोतु आं भगिनि एते मेटाडोर् यानं तिरुपतिः एते मेटाडोर् यानेन तिरुपतिं गच्छन्ति उत्तमम् महोदय तत्र पास्ट् टेन्स् मध्ये वदनीयं चेत् कथं वदनीयम् पास्ट् टेन्स् तव तु प्रत्ययस्य उपयोजनं करोतु गच्छति गतवन्तः इति वक्तुं शक्नुमः अन्यथा अगच्छन् तिरुपति अगच्छन् गतवन्तः गतवन्तः अस्तु अग्रिमं करोतु ग्रामीणाः नौकाः तरन्ति नौका अस्ति नौकाः नास्ति ग्रामीणाः नौका तरन्ति नौका अकारन्त स्त्रीलिङ्ग ग्रामीणाः नौकाभिः तरन्ति नौका तु वचनं किं नौका इति पदस्य स्त्रीलिङ्ग वचनम् एकवचनमस्ति चेत् तत्र रूपं किं तृतीया विभक्तिः नौकया नौकाभ्यां नौकाभिः नौकया एकवचने अस्ति तदर्थं नौकया सोरि ग्रामीणाः नौकया तरन्ति सोरि तरन्ति तरन्ति अस्तु अर्थं वदतु वाक्यस्य विलेजर्स् तरन्ति मीन्स् ट्रावेल् और् स्विमिङ्ग् आक्चुलि लिटरलि इट् मीन्स् स्विमिङ्ग् बट् दे आर् यूसिङ्ग् अ ब्लोट् इट् आल्सो मीन्स् फ्लोटिङ्ग् एण्ड् गोयिङ्ग् अक्रास् सो तरन्ति लिटरलि मीन्स् स्विमिङ्ग् तृ इति धातुः अस्ति तृ वित् दीर्घ ऋकारः बट् इट् आल्सो मीन्स् फ्लोटिङ्ग् अस्तु अग्रिमं करोतु भक्ताः रेलयानं मथुरा भक्ताः रेलयानेन मथुरा गच्छन्ति मथुरा भवनीयं वा मथुरा विभक्तिः का तत्र कथं मथुरा मथुरा किमर्थं मथुरा तु प्रथमा विभक्तिः अस्ति परन्तु अत्र कर्मपदं कुत्र गच्छन्ति मथुरां गच्छन्ति तर्हि मथुराम् इति द्वितीया विभक्तौ भक्ताः रेलयानेन मथुरां गच्छति ओके सोरि राजा रथः मन्दिरं राजा रथः मन्दिरं राजा रथेन मन्दिरं गच्छति उत्तमम् राजा रथेन मन्दिरं गच्छति अर्थं वदतु द किङ्ग् गोस् मन्दिर् बै चेरियट् उत्तमम् अग्रिमं करोतु अग्रे करोतु यदा वयं किमपि क्रीणीमः तदा यत् धनं दीयते तस्य तृतीया भक्तिः भवति तृतीया विभक्तिः भवति यदा वयं किमपि क्रीणीमः वेन् वि बाय् संथिङ्ग् and tada yat dhanam diyate and give money then tritiya vibhakti will be used yeah for that money okay agree udaharana aham 10 rupaykeihi rup 10 rupyakaihi ekam lekhanim kritavan I bought a pen for 10 rupees uttamam agree अभ्यासः अधः कतिभिः रूप्यकैः किं कृतिम् इति सूचितम् अस्ति तदाधारेण वाक्यानि रचयत यथा रूपी अष्ट पुस्तकम् अहम् अष्टरूप्यकैः एतत् पुस्तकं कृतवान् अहं शतरूपकैः स्यूतं कृतवान् अहं द्वादशरूपकैः किलोमिता शर्करां कृतवान् सो किलोमिताम् इति भवति बिकास् शर्करा किलोमितां किलोमितां शर्करां कृतवान् तत्र अर्थः कः ऐ बोट् शुगर् फोर् 12 रूपीस् पर् के जि उत्तमम् अग्रे त्री फिफ्टि ऐ डोण्ट् नो हौ टु स्पीक् इन् संस्कृत् पञ्चाशत् पञ्चाशत् अधिकं त्रिशत् रूप्यकैः पञ्चाशत् अधिकं त्रि पञ्चाशत् पञ्चदश पञ्चाशत् पञ्चाशत् पञ्चदश इस् दिस् वन् फिफ्टीन् ओके पञ्चदश इस् फिफ्टीन् वै हैट् इस् फिफ्टि एण्ड् दट् इस् पञ्चाशत् पञ्चाशत् अधिकं त्रिशत् रूप्यकैः अहं शाटिकां कृतवान् उत्तमम् अग्रे इफ् त्रिंशत् इस् 300 देन् पञ्चाशत् हौ केन् इट् बि 550 त्रिंशत् नाट् त्रिंशत् इस् 30 त्रिशत् त्रिंशदिकं 30 अच्छा ओके लैक् देट् ओके हौ यु केन् टेल् त्रयाधिकशतं बट् ओवर् हियर् टु मेक् इट् ईसि त्रिशतं ओके ओके ओके थेङ्क् यु पञ्चाशत् अधिकेन अग्रिमं करोतु पञ्चाशत् अधिकं सप्तशत् पञ्चाशत् अधिकं सप्तशत् रूप्यकैः अहम् उत्पीठिकां कृतवान् उत्पीठिकां कृतवान् उत्तमम् अग्रे त्रिंशत् रूप्यकैः अहं कर्तरी कृतवान् कर्तरीं कर्तरीं क्रीतवान् अग्रिमं पठतु निषेधार्थकः अलं शब्दः यत्र प्रयुज्यते तत्र तृतीया विभक्तिः भवति नेगेटिव् निषेधार्थक मीन्स् इनाफ् अग्रिमं पठतु अग्रिमं वाक्यं पठतु पर्याप्तार्थकस्य पर्याप्तार्थकस्य अलं शब्दस्य योगे तु चतुर्थी भवति ओवर् हियर् अलं मीन्स् इनाफ् ओके देर् आर् टू टैम्स् वेन् यु यूस् इनाफ् वन् इस् टु से वेन् यु प्रोहिबिट् सम्बडि इनाफ् आफ् देट् इनाफ् आफ् स्पीकिङ्ग् और् इनाफ् आफ् स्टडिङ्ग् नौ देट् वे एण्ड् द अदर् इस् वेन् सम्बडि इस् सर्विङ्ग् यु समथिङ्ग् एण्ड् यु टेल् इनाफ् ऐ डोण्ट् वाण्ट् मोर् सो पर्याप्तार्थकस्य इस् द सेकेण्ड् सिचुवेशन् वे आर् से पर्याप्तम् इनाफ् आफ् डोण्ट् पुट् मोर् फोर् मी वेन् यु आर् टाकिङ्ग् इन् टर्म्स् आफ् क्वाण्टिटि इनाफ् देन् इट् इस् फोर्थ् विभक्ति चतुर्थी भवति बट् वेन् यु आर् टेलिङ्ग् इनाफ् आफ् संथिङ्ग् देन् इट् इस् तृतीया विभक्ति अवगतं किल सर्वैः सर्वैः अवगतं किल एव्रिबडि हेस् अण्डर्स्टाण्ड् जयकुमार् महोदयस्य ध्वनिः न श्रुति श्रुता आं भगिनि जयकुमार् महोदय अवगतम् अस्तु उत्तमम् उत्तमम् एवमेव संस्कृते वदनीयम् अस्तु विजयथङ्किमहोदय करोतु अग्रिमं करोतु उदाहरण बालाः तूष्णीं तिष्ठन्तु अलं कोलाहलेन कोलाहलेन ओके बालाः चिल्ड्रन् तूष्णीं तिष्ठन्तु बि सैलेण्ट् अलं कोलाहलेन इनाफ् आफ् द नाय्स् ओके अभ्यासः आवरणान्तर्गतेन आवरणान्तर्गतेन एवं पठतु आवरणान्तर्गतेन आवरणान्तर्गतेन शब्देन अलं शब्दं योजयित्वा वाक्यानि रचयत यथा जल्पन् जल्पं जल्पनं यथा जल्पनं अयि भगिन्यः अलं जल्पनेन यथा जल्पनं अभ्यासः तत्र प्रश्नः कः प्रश्नस्य अर्थं वदतु आदौ आवरणार्गतेन शब्देन अलं शब्दं योजयित्वा वाक्यानि रचयत आवरणान्तर्गतेन इन् ब्रेकेट् वट् द वर्ड्स् गिवन् इन् द ब्रेकेट् ब्रिङ्ग् मेक् द सेण्टेन्स् यूसिङ्ग् अलं वर्ड्स् उत्तमं धन्यवादः महोदय धन्यवादः विशालाक्षी भगिनी अग्रिमं करोतु यथा जल्पनम् अयि भगिन्यः अलं जल्पनेन अयि मिस् हे हे सिस्टर्स् अयि काल् नो हे सिस्टर्स् अयि भगिन्यः अलं जल्पनेन माता वदति किल भगिन्यः यदा जल्पनं कुर्वन्ति जल्पनम् इस् गासिप् लाट् आफ़् टाकिङ्ग् चाटिङ्ग् चाटिङ्ग् चाटिङ्ग् हा जल्पनं भगिन्यः भगिन्यः यदा मेलनं कुर्वन्ति तदा जल्पनं कुर्वन्ति एव किल ओके ओके ऐ डिण्ट् नो दट् जल्पनं मीन्स् गासिप् I was chatting a lot. I was thinking it is food. Naiva, naiva. That is jalpana. Panam. Jalapanam. Jalapun. Agrimangal. Ativistaraha. Ativistaraha means? Too much of what? Exaggeration. Vistaraha means? Spread, you know, spreading. And ati vistara means extra spreading. You can make the sentences anyway, or ayi only you have to use. I think you'll have to use. You can make it anyhow, no problem. Tatra kleshah asti chet tritiya vibhaktau eva vadatu. Alam yojayitva. अलं योजयित्वा योजयित्वा तृतीया विभक्तौ वदतु विस्तरः किमर्थं विस्तरः का नो नो अरे विस्तरः इस् अकारान्त न अकारान्त लिङ्गम् अकारान्तः पुल्लिङ्गशब्दः पुंलिङ्गशब्दः इदानीं तृतीया विभक्तिः का अतिविस्तरेण अतिविस्तरेण अण अणत्वम् अस्ति यतोहि तत्र रेफः अस्ति अतिविस्तरेण अलम् अलम् अतिविस्तरेण इनाफ् आफ् एक्साजुरेशन् बालः अतिविस्तरेण अलम् अतिविस्तरेण अतिविस्तरेण सत्यं सत्यम् अग्रे शोकः शोकः शोकः इत्युक्ते किम् अरे पुल्लिङ्ग अकारान्तपुल्लिङ्गशब्दः अर्थः कः शोक दुःख शोक इस् मीन्स् दुःख ग्री जनाः अलं शोकेन शोकेन न नकार योर् इस् ओके नकार शोकेन साहसं पुल्लिङ्ग नपुंसकलिङ्गं साहसं सा अलं साहसया नो साहसया किमर्थं नो नो साहसं वन् मिनिट् वन् मिनिट् वन् मिनिट् वनं या या वन् मिनिट् वन् मिनिट् फुल् नपुंसकलिङ्ग इट् इस् साहसेन साहसेन करेक्ट् सत्यं नेक्स्ट् इस् अलम् अविवेक अलं साहसेन लालः अलं साहसेन not enough of courage I'm telling the next one I'm telling the next one I have told the sentence I have to make, make the sentence avivekita avivekitaya uttamam satyam yeah. alam अविवेकिता क्षम्यताम् अविवेकतया अलम् अविवेकितया वाट् वाट् वी केन् रैट् देर् भगिन्यः बालः बालः वदतु यतो बालः एव नो देट् बालिका वि शुड् टेल् नो बालः नाट् रिक्वैर्ड् नो नाट् रिक्वैर्ड् not required not required because avivekita oh, okay. over there is the is vizdilinga shabd is such a word strilinga shabd asti apicha it is the it is the abstract form it is the abstract form acha okay okay okay agree dhavanam dhavanam alam dhavaneena अलं धावनेन बालकः अथवा बालिकाः अलं धावने बालः धन्यवादः नाफ् आफ् रनिङ्ग् धन्यवादः उत्तमं धन्यवादः ओके विजयकुमार् महोदय अग्रिमं करोतु आं भगिनि आवरेण दन्तानां शब्दानाम् उचितैः रूपैः रिक्तानि स्थलानि पूरयत पूरयत सोरि आवरणे दन्तानां शब्दान् बिलो मेन्शन् इन् दि ब्राकेट् दत्तानां बिलो बिलो गिवन् इन् दि ब्राकेट् वर्ड्स् रैट् दि अप्रोप्रियेट् in the appropriate words. Appropriate form in the blank. So pachakah idani दत्तानां शब्दानां तयोः शब्दयोः विभक्तिः का दत्तानाम् इस् षष्टिविभक्ति बहुवचनम् उत्तमम् उचितैः रूपैः तयोः शब्दयोः विभक्तिः का तृतीया विभक्ति बहुवचनं उत्तमम् आवरणे इति शब्दस्य विभक्तिः का आवरणे सप्तमी एकवचनं उत्तमं महोदय अग्रिमं करोतु पाचकः चूरिका शाकं कर्तयति पाचकः शूरिकया शाकं कर्तयति उत्तमं तत्र वदतु किं तत् अर्थः वदतु अर्थं पाचकम् इस् फुड् नो कुकिङ्ग् कुक् पाचकः कुक् वित् कुक् कर्तयति इति शब्दस्य अर्थः कः कर्तयति कटिङ्ग् तत्र कृत् इति धातुः कृत् शाकम् इत्युक्ते किम् कट् वेजिटेबल्स् वित् दि नैफ् सो फार् कुकिङ्ग् उत्तमं फार् कुकिङ्ग् इस् अण्डर्स्टुड् तत्र नास्ति शब्दः तु नास्ति पाचकः छुरिकया शाकं कर्तयति अग्रिमं करोतु अर्जुनः बाणः कौरवान् मारितवान् अर्जुनः बाणेन कौरवान् मारितवान् इदानीं बाणाः तत्र विभक्तिः का क्षम्यतां वचनं किम् प्रथमाविभक्ति बहुवचनं तर्हि तृतीया विभक्तिः अपि बहुवचने एव भवनीया बाणेन किं हा तर्हि बाणेन तु एकवचने अस्ति तर्हि तत्र बहुवचनं किं तृतीया विभक्त्याः तत्र वाक्यस्य अर्थः कः अर्जुना विद् दि एरो किल् दि कौरवास् अस्तु अपि च तत्र धातुः कः मारितवान् मृ इति धातुः इति अहं चिन्तयामि अग्रे महिला सम्मार्जनी मार्जितवती सम्मार्जनी मार्जितवती के आदौ वदतु कीदृशं पदमस्ति लिङ्गं किम् अन्ते किं कः वर्णः इस् स्त्रीलिङ्ग महिला देन् सम्मार्जनी मार्जितवती सम्मार्जनी इति शब्दस्य अर्थः कः आदौ तु अर्थः कः ब्रू वाट् ब्रूम् B-R-O-O-M ब्रूम् सम्मार्जनी झाडु तो मार्जितवती शी क्लीन्ड् वित् वाट् डिड् शी क्लीन् केन कृतं कार्यं ब्रूम् संस्कृते वदतु सम्मार्जन्या आं सम्मार्जन्या सम्मार्जन्या महिला सम्मार्जन्या मार्जितवती. ओके, उत्तमम्. अग्रिमम्, चित्रकारः अङ्कन्यः कूर्चाः च चित्रं लिखति. चित्रकारः अङ्कन्यः इति शब्दस्य तत्र इकारान्तु अस्ति एव, परन्तु अङ्कनी भीः भवति. किम् उक्तवान् भवान्? भवान् किम् उक्तवान्? ओके, इकारान्त पुल्लिङ्ग नदी यथा नदीभिः. भवान् किम् उक्तवान्? स्त्रीलिङ्गे. अङ्कनीभिः, अङ्कनीभिः. कूर्चाः, कूर्चा विल् बि सेम् तृतीया विभक्ति. कूर्चैः, कूर्चैः, कूर्चैः. कूर्चः इकारान्त पुंलिङ्ग शब्दः. चित्रं लिखति. सो अर्थः कः वाक्यस्य? पेण्टर् वित् दि हेल्प् आफ् ब्रश्. नो, अङ्किनीस् actually pen and brush. Okay. Both, no? Pencil. Okay. Angin, okay. Why should it be the plural? It should be the plural because ankani, ankanyau, ankanyah, ikaranta, like nadi, nadyau, nadyah. No, chitrakaraha likati, it is given all singular, no? But he is one, but the paint and the brush, I mean the pencils and the brushes are many. So with Achha, many brushes, okay. And many paint and many pencils, okay. He does the okay paint. okay. Astu agrimam karotu mahoday. Bhavati ka sah agatavati ka. It will be kaya. उत्तमं भवति. सो कया सह आगतवती? उत्तमम्. अर्थं सो भवती कया सह आगतवती? वित् हूम् डू यू कम्? हा, डिड् यू कम्? बिकास् आगतवती, तव तु प्रत्ययः तु भूतकालं दर्शयति. अस्तु महोदय, उत्तमं. कविता भगिनी अग्रिमं करोतु. आं भगिनी. ह्यः भवान् जननी सह कुत्र गतवान्? ह्यः जननी सह कुत्र गतवान्? हा, ह्यः, टुडे. ह्यः भवान् यः टुडे न, अद्य इस् टुडे. यः तु यस्टर्डे अस्ति. यस्टर्डे. ह्यः भवान् जनन्या सह कुत्र गतवान्? यस्टर्डे भवान् इस् मिस्टर् यु. अच्छा, यु. हा, अच्छा, वेर् डिड् यु गो वित् जननी? जननी मदर् एव. जननी, मदर् जनन्या. दुष्टः सर्वैः सह कलहं करोति. दुष्टः सर्वैः सह कलहं करोति. द विकेट् क्वारल् वित् एव्रिबडि. करोति इति शब्दस्य धातुः कः? क्री. डुक्रिम्. डुक्रिम् भज गोविन्दम् इति. हा, भज गोविन्दम्. डुक्रिम्. दुःखीकरणे भवन्तः अपि वयं सह संस्कृतं पठन्तु भवन्तः अपि भवन्तः अपि भवन्तः अपि वयम् अहम् आवां वयम् अहं रूप सर् अस्माकं अस्मद् अस्मदिति शब्दस्य तृतीया अस्मद् अस्माभिः उत्तमम् अस्माभिः सह संस्कृतं पठन्तु वदतु संस्कृतं पठन्तु संस्कृतम् अर्थः कः वाक्यस्य भवन्तः he also reads भवन्तः भवान् भवन्तौ भवन्तः you also read sanskrit with him vayam with us aham aham asmabhi sah sanskritam pathantu agre dhanam vina jivanam kathinam dhanena vina jivanam kathinam without wealth life is difficult yes आं सत्यं तत् तदर्थम् अस्माकं बालकाः तत्र विदेशं गच्छन्ति पठतु दन्ताः विना चर्वणं न शक्यं दन्ता वितौट् टीत् दिस् अन्पासिबल् टु चू दन्तेन दन्ते दन्तैः विना चर्वणं न शक्यम् भक्तिः विना पूज्या का लाभः भक्तया विना पूज्यं का लाभः वाट् इस् द यूस् आफ् का लाभः what without bhakti there is no use of puja labha acha idanim pujaya pujaya iti shabdasya vibhakti hi ka pujaya ek pujaya pujaya ramaya forgot vibhakti hi ka aha kim artham forgot kopi sahayam kurvantu chaturthi पूजा पूजया माला मालय हा तृतीया एकवचन उत्तमं महोदय तर्हि बाय् वर्षिप् स्त्रीलिङ्ग बाय् वर्षिप् विदौट् भक्ति सो सी बोत् द वर्ड्स् आर् इन् तृतीया बाय् वर्षिप् विदौट् भक्ति वाट् इस् द यूस् कलापः अग्रे भिक्षुकः आशा द्वारसमीपं गतवान् भिक्षुकः आशया द्वारसमीपं गतवान् द बेगर् वेण्ट् टु द डोर्स्टेप् वित् होप् आशया वित् होप् अग्रिमं करोतु विशेषता एकनिमिष तत्र किम् इत्युक्ते भवन्तः आज्ञां स्वीकरिष्यामि तत्र समयः तु अतीतः परन्तु समापयामः अधिकानि वाक्यानि न सन्ति पठतु अग्रिमं करोतु नैव करोतु समय अतीतः परन्तु कुर्मः इति अस्तु विजय थङ्की महोदय करोतु धन्यवादः भगिनि धन्यवादः विजय थङ्की महोदय करोतु आं भगिनि विशेषता वक्तव्यं किमपि नास्ति विशेषतया वक्तव्यं किमपि नास्ति वदतु अर्थं वदतु वक्तव्यं किमपि नास्ति विशेषतया with specialness nothing is to be, there is nothing to be said. So if somebody asks ko visheshah, visheshataya kimapi nasti, by specialness nothing is there. Agree. Kalahah nyaya nirnayah na bhavati. Kalahena nyaya nirnayah na bhavati. अर्थः कः कलह कोरल कोरल आर्ग्युमेण्ट्स् कोरल् ओके न्यायनिर्णयः डिसिजन् बि देर् वित् फैट् वित् आर्ग्युमेण्ट्स् जस्टिस् does not happen. Agreed. Justice not happen. Okay. Saha taranam sunakasya kopam vardhayati. Saha taranena sunakasya kopam vardhayati. Ha, tatra saha api tritiya vibhaktav bhavaniyam ki saha tena taranena sunakasya kopam vardhayati. Tatra, even that has to be changed. Why? Because by that beating, by that beating. Tena taranena sunakasya kopam vardhayati. Artha kaha? By beating of his, the dog, by dogs. By that beating, the dog's anger increases. Agree? अश्रुविमोचनं कष्टस्य निवारणं न भवति अश्रुविमोचनेन कष्टस्य निवारणं न भवति बै क्रैङ्ग् डिफिकल्टीस् नेवर् गोस् अवे उत्तमम् अग्रे औषधस्य उच्चारणमात्रं रोगः न अपगच्छति औषधस्य उच्चारणमात्रेण रोगः न अपगच्छति by just keeping name of the what should I say ausad drugs medicine or drug by just the pronunciation roga na apagachati agree vegadutayanam sami sukhayanam va vayam dharmasthalam gachhamah वेगदूतयानं वेगदूतयानेन सामी सुखयानेन वा वयं धर्मस्थलं गच्छामः वेगदूतयानेन फास्ट् एक्स्प्रेस् एक्स्प्रेस् और् सामी सुखयानेन सेमि सेमि लग्जरि सेमि लग्जरि सेमि लग्जरि ओके एक्स्प्रेस् अग्रे वा वयं धर्मस्थलं गच्छामः दशदिनानि सः अस्वस्थः अस्ति दिनः दिनं सोरि दिनं दशदिनानेन सः वचनं किं वचनं दिनं दिनैः दशैः दिनैः और् दशदिनैः टुगेदर् इफ् यु से इट् बिकम्स् अ समासः दशदिनैः और् दशैः दिनैः सः अस्वस्थः अस्ति दशैः दिनैः सः अस्वस्थः अस्ति ओके मित्र अलं चिन्ता उत्तिष्ठतु उत्तिष्ठतु चिन्ता स्त्रीलिङ्ग अकारान्तस्त्रीलिङ्ग मित्र अलं चिन्तया उत्तिष्ठतु उत्तमम् अस्तु धन्यवादाः अनेके पुनर्मिलामः धन्यवादः क्षम्यतां धन्यवादः धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः.